सर्वेभ्यः नमस्कारः. अद्यतनव्याकरणविषये सुस्वागतम्. अत्र गीता श्रीधर् आरम्भश्लोकं वक्तुम् इच्छति वा? आं भगिनी, नमस्कारः भगिनी. नमस्कारः, वदतु. येनाक्षरसमाम्नायमधिगम्यमकेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुष्यं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगणेशाय नमः. श्रीगुरुभ्यो नमः. हरिः ओम्. अद्यतनवर्गस्य विषये तु पाणिनेन व्याकरणपरिचयः. अत्र असेम्बल् मोडल् लैन् अस्ति अत्र, खलु? अत्र किं किं सामग्री पृथक् पृथक्तया अस्ति, एकस्मिन् स्थले आगत्य कार्यं करोति इति भूसतायम् अपि दृष्टवन्तः. अनन्तरम् अत्र किम् अस्ति, जयति इति पदमपि वयं स्वीकृतवन्तः. अनन्तरम् अत्र किं किं सूत्रं पृथक् पृथक्तया अस्ति, एकस्मिन् स्थले पश्यामि चेत् अत्र तृतीय अध्याये चतुर्थपादे, प्रथमाध्याये तृतीयपादे, तृतीय अध्याये प्रथमपादे, अनन्तरमत्र प्रथमपादे तृतीय अध्याय प्रथमाध्याये तृतीयपादे, इदानीम् अत्र सर्वत्र सामग्री पृथक् पृथक्तया अस्ति, पृथक् पृथक् प्रकोष्ठे अस्ति. एतत् सर्वाणि सूत्राणि एकस्य स्थाने अत्र आगत्य कार्यं करोति, कर्तुं शक्नोति एव. अतः एतदेव प्रक्रिया अस्ति, प्रक्रिया प्रकरणमिति अस्ति, प्रकरणमपि अस्ति. अत्र एकस्मिन् स्थले किं किं भवति इति इत्संज्ञाप्रकरणम् अस्ति अत्र, आदेशः, अनन्तरं प्रत्ययेषु किम् अस्ति अत्र, सन्धिप्रकरणमस्ति, लोपप्रकरणमस्ति, एतत् सर्वाणि अत्र प्रकरणरूपेण वयं दृष्टवन्तः. अनन्तरम् अत्र उपदेश वा इत्संज्ञाप्रकरणम् इत्युक्ते अत्र उपदेश अज अनुनासिक इत् इत्यनेन वयं स्वीकुर्मः. अनन्तरं हलन्त्यं न तस्य लोपः इति अपि भवति. अनन्तरम् अत्र न विभक्तु तुष्माः इति अस्ति, तु वर्गः सकारः मकारः. अत्र एतत् विषये अस्ति. अत्र किम् अस्ति इत् भवति. इदानीम् अत्र अहं प्रत्ययेषु आदिर्नुटिडुवः अपि पश्येम. एतत् प्रत्ययेषु अपि धातुषु अपि भवति. इदानीं धातुषु उपदेश अज अनुनासिक इत् हलन्त्यं तस्य लोपः, अनन्तरं न विभक्तौ तुस्माः आदिर्नुटिडुवः. इदानीं किञ्चित् परीक्षा स्वीकुर्मः. किमस्ति चेत् अत्र अत्र स्तु औजस्ति इति अस्ति, स्तु औ आगच्छति. एतत् 1421 सूत्रसङ्ख्या कोऽपि स्मरन्ति वा? 1 एव खलु, 421 एव खलु, नास्ति वा? अनन्तरमत्र टु औजस् अनिल् महोदय अस्ति वा? 412 इति, 412 इति अस्ति, 412 टु औजस्. इदानीमत्र पश्यतु, कोऽपि इदानीमत्र गीता श्रीधर् अस्ति खलु? आं भगिनि. अत्र सु अस्ति खलु, सु औजस्, एतत् प्रथमविभक्त्याम् अस्ति, एकवचनं द्विवचनं जस् इति बहुवचनम्. अत्र सु इति सु इति अस्ति. एतत् किं सूत्रेण इत् भवति अत्र? उपदेशे अजनुनासिक इत्. उत्तमम्. अतः किं तिष्ठति अन्ते? सु एव तिष्ठति, सा एव तिष्ठति खलु, इस् एव तिष्ठति, उकार अनन्तरं अनुनासिकवर्णः ईत् भवति. इदानीम् औ मध्ये किमपि न ईत् भवति. उत्तमं. जस् मध्ये सकारः ईत् भवति हलन्त्यम् इति सूत्रेण. न, सकारः ईत् न भवति. इदानीमेव दृष्टवन्तः खलु केन सूत्रेण सकारः ईत् न भवति. न विभक्तौ तुस्माः. उत्तमम्. इदानीम् अन्य कोऽपि अत्र अनन्तलक्ष्मी वक्तुम् इच्छति वा अम् इति मध्ये? किम् एव तिष्ठति अम् मध्ये? किं तिष्ठति, किम् अपगच्छति? कोयि रामम्. अन्य कोऽपि? मकारः हलन्त्यमिति सूत्रेण गच्छति. गच्छति वा? न महोदय, न सूत्रेण. उत्तमं. न तुष्माः, न विभक्तौ तुष्माः इत्यनेन मकारस्य ईत् न भवति. अनन्तरम् अत्र अन्तलक्ष्मी एव वदतु औट् मध्ये. अन्य कोऽपि भवती जानाति एव? अनन्तलक्ष्मी भवती जानाति एव, वदतु. अस्तु, अन्य कोऽपि? हलन्त्यम् इति सूत्रेण टकारः. हलन्त्यं तस्य लोपः इत्यनेन पूर्णतया ईट् भवति. औ एव तिष्ठति. प्रथमपुरुषौ अतः एव रामौ रामौ इति भवति खलु. इदानीम् अत्र षस् मध्ये अन्तलक्ष्मी एव षस् वदतु. जानाति एव, किमर्थम् अत्र क्लेशः? षस् मध्ये इस् एव तिष्ठति. चकारः कुतदिते सूत्रेण अपगच्छ. किं तिष्ठति अत्र? अस् जकार उत्तमवर्ति. जकारः ईत् भव शकारः ईत् भवति चेत् अकारः एव तिष्ठति. भवती सम्यक्तया जानाति एव, क्लेशः मास्तु. अत्र किं तिष्ठति इदानीम्? अन्य कोऽपि? इदानीमेव मया उक्तं खलु अस्यैव तिष्ठति अम्म. अस्यैव तिष्ठति महालक्ष्मी उक्तवती वा? आम् उत्तमम् उत्तमं. सकारः केन सूत्रेण ईत् न भवति? वदतु. न विभक्तौ तुष्माः इत्यनेन बहुवारम् उक्तमपि अत्र क्लेशः एव भवति. इदानीम् अत्र तृतीय इत्यस्य एकनिमिषम् अञ्जना वक्तुमिच्छति वा? सा इति अस्ति खलु तृतीय एकवचनम्. एतद् भवितुमर्हति, परन्तु अत्र अन्यसूत्रेण एव टा इति भवति. केन सूत्रेण? चुटु. उत्तमं. चुटु इत्यनेन एव अत्र टकारस्य इति भवति. अनन्तरं किं तिष्ठति तत् स्थाने? दीर्घ आकारः एव तिष्ठति. अनन्तरं व्यां मध्ये कोऽपि न भवति. उत्तमं. कोऽपि परिवर्तनं नास्ति एव. विस् अपि कोऽपि परिवर्तनं नास्ति एव. ने मध्ये इदानीम् अत्र एक किम् अत्र महालक्ष्मी वदतु, ने मध्ये किं भवति? झटिति वक्तव्यं, सर्वे जानन्ति एव. अस्तु, अन्य कोऽपि? अत्र ऐ एव तिष्ठति. ञकारः कुत्र अस्ति? कवर्गः. उत्तमम्. अतः तत्र केन सूत्रेण इति भवति? दशकृतदिति. हा उत्तमं लशकोतदिति इत्यनेन एव इत् भवति. अनन्तरम् अत्र किं तिष्ठति महालक्ष्मी? एव तिष्ठति. इदानीं ब्यां विस् मध्ये किमपि नास्ति, परिवर्तनं तिष्ठति. न विभक्तौ तुष्माः इत्यनेन सकारः सर्वत्र तिष्ठति एव. इदानीम् अत्र शान्ता सुब्रह्मण्यन् न्यसि इत्यस्य किम् इति भवति? इदानीमेव उक्तवन्तः. अन्य कोऽपि उपदेश इत्यनेन इकारः अनन्तरं चन्द्रबिन्दुः अपगच्छति. अनन्तरं किं तिष्ठति? अनन्तरं ब्याम्बिस् किमपि परिवर्तनं नास्ति एव. इदानीम् अनिल् महोदय षष्टिविभक्ति एकवचनं वदतु. परन्तु महोदय तत्र लसक्वतिते नकार अपि अपगच्छति. एतदपि भवितुम् अर्हति एव. अत्र षष्टिमध्ये अपि नकार लसक्वतिते सूत्रेण इत्थ संज्ञा भवति. तस्य लोप इति सूत्रेण लोप भवति. असैव तिष्ठति. उत्तमम्. अनन्तरम् ओस् मध्ये भवान् एव ओस् समाने एव न इत्संज्ञा नास्ति. अनन्तरम् आम् अत्र अपि इत्संज्ञा नास्ति. आमेव तिष्ठति. इदानीम् अत्र गोदमाल् वदतु, नी मध्ये किं तिष्ठति? सप्तमी एकवचनं किं तिष्ठति अत्र? नकारः गच्छति अपगच्छति लषकथदिति इत्यनेन वा अन्तिमवचनं एव तिष्ठति. हलन्त्यं तस्य लोपः इत्यनेन भवति. वी एव तिष्ठति. अनन्तरम् ओस् मध्ये किमपि नास्ति. सुप् मध्ये गोदमाल् पदारक हलन्त्यं तस्य लोपः. उत्तमं, तावदेव. इति अत्र झटिति वक्तव्यं, सुलभमेव. अत्र पश्यतु, अनिल् महोदय पठतु यत् उपदेशे न एकनिमिषम् द्रष्टुं न शक्यते एव. अत्र इदानीं द्रष्टुं शक्यते खलु? आमां दृश्यते महोदय. पठतु. उपदेशे अनुनासिक सुप् प्रत्ययेषु इत्संज्ञकवर्णाः एतेषु प्रत्ययेषु केचन वर्णाः इत्संज्ञकाः सन्ति. तद् यथा उपदेशे अनुनासिक इत्यनेन सु इत्यस्य उकारः तथा नशि इत्यस्य इकारः इत्संज्ञां प्राप्नुतः. हलन्त्यम् इत्यनेन औट् इत्यस्य टकारः तथा सुप् इत्यस्य पकारः इत्संज्ञां प्राप्नुतः. अनेनैव सूत्रेण जस् अम् शस् भ्यां भिष् भिस् भ्यस् नस् ओस् आम् प्रत्ययानां सकारस्य मकारस्य च इत्संज्ञां प्राप्तायां न विभक्तौ तूष्माः इत्यनेन सा निषिध्यते। चुटु इत्यनेन जस् इत्यस्य जकार तथा टा इत्यस्य टकारः च इत्संज्ञां प्राप्नुतः। एकनिमिषम्, अत्र एतत् चित्रं स्वीकृत्य गणेश स्थापयतु कोऽपि, महालक्ष्मी अन्य कोऽपि अत्र चित्रं स्वीकृत्य ग्रूप् मध्ये स्थापयतु। इत्संज्ञाप्रकरणं किं किम् अभवत् अग्रे पठतु, प्रेषयिष्यामि मा, अहं प्रेषयिष्यामि। अत्र तृतीयबिन्दुः पठतु पुनरपि। चुटु इत्यनेन जस् इत्यस्य जकारः तथा च टा इत्यस्य टकारः च इत्संज्ञां प्राप्नुतः। अत्रैव दत्तम्, अत्रैव दत्तं टा इत्यस्य टकारः केन सूत्रेण इति भवति? चुटु आदिनुटुडवः नास्ति, आदिनुटुडवः इति अन्य कारणम् अस्ति अत्र। इदानीं चुटु इत्यनेन एव टा इत्यस्य टकारः इति भवति। अस्तु अग्रे, आदिटुडु तत्र टु अस्ति महोदय, टकारः नास्ति। टकारः नास्ति, अत्र किं कोऽपि उक्तवन्तः खलु आदिर्निटुडवः, आदिर् नु टु द व इति अस्ति, टकारः नास्ति, आदिर्निटुडवः प्रत्येकतया अत्र प्रत्येकरूपेण अत्र दत्तमेव। अस्तु अग्रे गच्छतु। लसक्व तद्धिते इत्यनेन शस् इत्यस्य शकारः तथा च ने नशि नस् नि एतेषां नकारः च इत्संज्ञां प्राप्नुतः। एतेषां सर्वेषाम् अपि इत्संज्ञकवर्णानां प्रक्रियाः प्रारम्भे तस्य लोपः इत्यनेन लोपः भवति। इदानीम् अत्र वदतु, ने न्यसि न्यस् नि इति मध्ये किं भवति? ने इत्यस्य एकारः तिष्ठतु, एकार तिष्ठति, अस्तिष्ठति, अस्तिष्ठति, तिष्ठति, तावदेव। इदानीं सर्वे ज्ञातवन्तः खलु अत्र गोदमाल् केन सूत्रेण ईत् भवति इति ग्रूप् मध्ये प्रेषयिष्यति महालक्ष्मी भगिन्या। अत्र पश्यतु किं किं भविष्यति इति। अनन्तरं सुप् संज्ञायां मुख्यं प्रयोजनं किम् अस्ति चेत् सुप् तिङन्तं पदं, सुप् अनन्तरं तिङ् एतत् मिलित्वा अत्र पदम् इति वयं स्वीकुर्मः। अत्र प्रत्ययः किं किं भवति एकवारम् अञ्जना भगिनी पठतु। अञ्जना पठितुं शक्यते वा? प्रत्ययाः सु औ जस् अम् औ औ सस् ताभ्यां बिस् नेभ्यां बस् नसिभ्यां बस् नस् ओस् आम् नि ओस् सुप् गेट् अटाच्ड् टु ए वर्ड् दट् एण्ड्स् इन् नीप् नीच् मीन् टाप् दाप् चाप् प्रत्यये आर् इस् ए प्रातिपदिका। प्रतिगच्छेम, इदानीम् अत्र अन्तलक्ष्मी पठतु प्रत्ययेषु एत प्रत्ययेषु एव पठतु। प्रत्ययेषु एव शः शः प्रत्ययस्य आदिः शः इत् नामप्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत्संज्ञा भवति। शः प्रथमान्तं प्रत्ययस्य षष्ट्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितं सूत्रं प्रत्ययस्य आदिः शः इत् अग्रे पठामि वा? अस्तु, उत्तमं, समीचीनम्। अत्र प्रथमवर्णः शकारः अस्ति, यत्र प्रथमवर्णः शकारः अस्ति तत् वर्णः अत्र 136 मध्ये अस्ति। एस् के इत्युक्ते सिद्धान्तकौमुद्यां 474 एतदेव। अत्र शा प्रत्ययस्य सिद्धान्तकौमुदी, इदानीम् अत्र शा इति प्रथमवर्णः अस्ति चेत् अत्र शप्रत्ययस्य इत्यनेन अत्र इत् भवति। अनन्तरम् अत्र अनुवृत्तिसहितसूत्रं प्रत्ययस्य आदिः शः इत् भवति, प्रत्ययस्य आदिः। अत्र उदाहरणरूपेण द्रष्टुं शक्यते अपि 136 मध्ये गच्छेम चेत् अत्र प्रत्ययस्य भवती एव पठतु। प्रत्ययस्य औपदेशिकस्वरूपस्य आदिस्थः षकारः इत्संज्ञः भवति। पठतु, एतदपि पठतु उदाहरणरूपेण। त्रयः कृत्संज्ञकाः प्रत्ययाः शाकन् शाकन् स्ट्रन् स्टुन्। इदानीम् अत्र महालक्ष्मी वदतु, किं तिष्ठति अत्र शाकन् मध्ये, किं तिष्ठति? अन्न महालक्ष्मी, अन्न मा अन्न, अन्य कोऽपि आकन् आकन् आकन् शकारः एव अत्र इत् भवति खलु, प्रथमवर्णः शकारः एव इत् भवति। शकारः उत्तरवती आकारः तिष्ठति, आकारः तिष्ठति मीन्स् आकन् एव। अन्नल किमर्थं किमर्थम्? अनन्तरं सन् मध्ये शकारः इत् भवति, सन्। अनन्तरं स्पून् मध्ये गोधूमल् किं तिष्ठति अत्र? स्पुण् इति अस्ति, अत्र किं तिष्ठति? किम् अत्र गीता श्रीधर् ऊ एव तिष्ठति, उन्न इति अस्ति, शाकन् श्रन् उन्न इति तिष्ठति। स्वीकुर्मः चेत् एतदेव तिष्ठति खलु। अस्तु, इदानीम् अत्र अक ट्र उ इति एव तिष्ठति खलु। अक अत्र पश्यतु उदाहरणरूपेण, अत्र स्पुन् प्रत्यय शकारस्य प्रत्ययः प्रत्ययस्य इत् भवति। अनन्तरम् अत्र इत्यनेन तदा च नकारस्य अनन्त्यं तस्य लोपः, प्रथमं शकारः गच्छति अनन्तरम् उ एव तिष्ठति, नकारः अलन्त्यं तस्य लोपः इत्यनेन पूर्णतया गच्छति एव। अत्र भवान् किमत्र इतस्ति इदर् पठतु। आं भगिनि, नित्यं शिल्पन् अस्याः प्रदृप्तिः नृत् योगः स्पुन् योगः नीश् शिल्पिन् स्पुन् इति स्वन् प्रत्ययः ततः स्त्रीत्वं द्योतयितुं शीद्रोरदिव्यश्च अनन्तरं ऋत् योगः उ योगः इ सुन् प्रत्यये चकारस्य चप् प्रत्ययस्य इत्यनेन तथा च नकारस्य हलन्त्यम् इति सूत्रेण अनन्तरं इच्छन्या भवति. ईष् प्रत्यये नकारस्य लषप् तद्धिते इति सूत्रेण गच्छति. अनन्तरं तथा च षकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा सर्वेषाम् इत्संज्ञकवर्णानां तस्य लोपः इति लोपः. नृत् योगः अक योगः इ उ इत्यस्य युवारणाकौ इति अख आदेशः भवति. नर्तकयोगः इ ऋकारस्य सुगन्धलघुपदस्य च इति गुणे कृते उरण्ड्रपः इति रपरः अकारः विधीयते. नर्तक् योगः इ यस्येति च इति सूत्रेण ककारोत्तरस्य अकारस्य लोपः भवति. अनन्तरं नर्तकी इति भवति. समीचीनम्. अत्र नर्तकी इति पदं कथमागत्य कार्यं करोति इत्येव अत्र प्रक्रिया अस्ति. केन सूत्रेण? सूत्रसङ्ख्या तु इतस्ततः अटन्ति एव. प्रथमाध्याये अस्ति, तृतीयाध्याये अस्ति, सप्तमाध्याये अस्ति, षष्ठमाध्याये अस्ति, पादः अपि पृथक् पृथक्तया अस्ति. सामग्री तु सर्वत्र तिष्ठत्येव. किञ्चित् स्थले जलमस्ति, किञ्चित् स्थले तण्डुलमस्ति, किञ्चित् स्थले अग्निः अस्ति. सर्वदा एतत् पृथक् पृथक्तया अस्ति. सर्वाणि अत्र सामग्री अस्ति. एतत् सर्वाणि वस्तूनि एकस्मिन् स्थले आगत्य यत्र भोजनम् इति अन्ते स्वीकुर्मः खलु. रैस् एकस्मिन् स्थले अस्ति, जलम् एकस्मिन् स्थले अस्ति, अग्निः एकस्मिन् स्थले अस्ति. अत्र एकस्मिन् स्थले आगत्य कार्यं करोति. यन्त्रगारः अस्ति चेत् अपि तत्रैव भवति, पृथक् पृथक्तया अस्ति. अत्र एकस्मिन् स्थले आगत्य कार् इति अन्ते वयं स्वीकुर्मः. तदेव अत्र नृत्यम् इति अस्ति. शिल्पं यः करोति नृत्यं, शिल्पम् अस्याः शिल्पम् इत्युक्ते अत्र स्क्राच् एव खलु. अत्र पृथक् पृथक्तया अत्र तिष्ठति एव नृत्यसमये. नृत् इति स्पुन् इति अस्ति, अनन्तरं नीच् इति प्रत्ययमपि अस्ति. एतत् अत्र उ एव तिष्ठति, नकारः अनन्तरं शकारः इति भवति. नीच् अपि इ एव तिष्ठति. इदानीमत्र नृत् एव भवति. उ इति वयं जानीमः, अत्र युवोरणाकौ इत्यनेन एव अत्र उकारस्य स्थाने अक आदेशः भवति. अनन्तरं नर्तक इति भवति. किमर्थं चेत् अत्र नृ इति अस्ति. अत्र नृ इति तकारस्य पूर्वमस्ति, अतः तत्र पुगन्तलघुपदस्य च पुगन्त लघु उपदायां यत् वर्णः तिष्ठति तत्र गुणः भवति. अतः अत्र उपदायां किं तिष्ठति? ऋ एव अस्ति. अत्र ऋकारस्य स्थाने उरण्ड्रपरः इत्यनेन अर् अपि आदेशः भवति. अर् आदेशः भवति चेत् नर्तक इति भवति. इदानीम् अत्र नर्तक इति ककार उत्तरवर्ति किम् अस्ति? कोऽपि झटिति वदतु, सम्यक् जातः. ककार उत्तरवर्ति किं तिष्ठति? सर्वे जानन्ति एव, झटिति वदतु. अनिल् महोदय, अकारः एव तिष्ठति सर्वदा. ककार उत्तरवर्ती अकारः, वकार उत्तरवर्ती अकारः, पकार उत्तरवर्ती अकारः, सर्वदा अकारः एव तिष्ठति. इदानीं नर्तक इत्यस्य अकारः तिष्ठति. तत् अकारः तु यस्येति च इत्यनेन ककार उत्तरवर्ती अकारः लोपः भवति. यस्येति च सर्वदा यस्येति च इत्यनेनैव ककारस्य लोपः भवति वा इति वयं न स्वीकुर्मः. अत्र बहवः सूत्राणि सन्ति, चतुस्सहस्रमस्ति. किं स्थाने किं सूत्रम् आगत्य कार्यं करोति इति समीचीनतया द्रष्टव्यमेव. इदानीं ककार उत्तरवर्ति अकारः यस्येति च इति सूत्रेण एव इत् भवति, अतः न तक् इति भवति. इदानीम् अत्र ई तिष्ठति, ई केन सूत्रेण तिष्ठति? हदौ अस्ति खलु नीश् इति, छिद्रादिभ्यश्च, छिद्रौरादिभ्यश्च इत्यनेन नीश् इति प्रत्ययं भवति. चकारः अलन्त्यं तस्य लोपः, अनन्तरम् अत्र ण्यकारः लशकोतद्धिते इत्यनेन इत् भवति. अनन्तरम् अत्र एतत् सूत्रेण अत्र ई एव तिष्ठति, तत् ई इदानीम् आगत्य कार्यं करोति, अतः तत्र नर्तक् योगः ई मेलनेन नर्तकी इति स्त्रीलिङ्गपदं भवति, नर्तकी खलु. अत्र किमपि संशयः अस्ति चेत् पृच्छतु. किमपि संशयः अस्ति वा? नास्ति चेत् नास्ति चेत् प्रतिगच्छेम. च प्रति अस्य ओवर्. इदानीम् अत्र बालक्ष्मी पठतु च्युटु. चुटु चुटु प्रत्ययस्य आदौ च वर्गीयः च च झ झ ण्य अथवा ट वर्गीयः ट ठ ढ ढ ण वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति. चुषु टुषु चुश्च चुश्च टुश्च शुश्च टुश्च ततोः इतरेतर द्वन्द्वः चुटु द्विवचने गुरुः शब्दः इव. चुटु प्रथमानन्तम् एकपदमिदं सूत्रं यथा न्युळ् नुळ् ऊ अविशिष्यते अनुवृत्तिः सहितसूत्रं प्रत्ययस्य आदि चुटु इतौ वचनविपरिमाणं कृतम्. अत्र चुटु इति सूत्रमस्ति, वयम् इदानीं जानीमः चुटु इत्यनेन किं भवति इति. अत्र आदौ स्थितस्य चु चकारः अस्ति खलु, कुचुटु तुपु चु, अत्र किं पञ्चवर्णाः सन्ति, अथवा तवर्गः चुटु तवर्गस्य पञ्चमवर्णः. अन्तिमवर्णः तु मूर्धने नकारः, वर्णः भवति चेत् तस्य वर्णस्य इति संज्ञा भवति. अनन्तरम् अत्र इदानीं नुल् अस्ति, चुटु इति अस्ति, नुल् अस्ति चेत् ऊ अवशिष्यते इत्यस्य अनुवृत्तिसहितसूत्रं प्रत्ययस्य आदौ चुटु इतौ वचनविपरिमाणं कृतम्. अत्र वचनस्य विषये अत्र विपरिमाणम् अत्र परिमाणमित्युक्ते अत्र परिवर्तनं भवति इति. अत्र वयं जानीमः अत्र इदानीं नुल् अस्ति चेत् उकारः अस्ति, अनन्तरम् अत्र योरणाकौ इत्यनेन ऊ स्थाने अख आदेशः भवति खलु. इदानीमेव दृष्टवन्तः इदानीम् अत्र शान्ता सुब्रह्मण्यन् पठतु लशकोतद्धिते पूर्णतया तस्य लोपः पर्यन्तं पठतु. लशत्वदद्धित्ते प्रत्ययस्य आदि लशकु इति अतद्धित्ते नाम प्रत्ययस्य आदौ लकारः शकारः अथवा कवर्गीय क ख ग घ ङ वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति. लश्च षश्च तुश्च तेषां समाहारद्वन्द्वः लशकु न तद्धितम् अतद्धितम् तस्मिन् अतद्धिते लशकु प्रथमान्तरम् असद्धिते सप्तम्यन्तम् द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रं प्रत्ययस्य आदि लशकु इति असद्धिते एकवारं यदा कस्यचित् वर्णस्य भागस्य वा इत्संज्ञा भवति तदा तस्य लोपः इति सूत्रेण तस्य लोपो भवति तस्य लोपः इत्संज्ञस्य वर्णस्य लोपो भवति तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम् उपदेशे जनुनासिक इति इतस्मात् इत्यस्य अनुवृत्तिः षष्ट्यर्थे अनुवृत्तिसहितसूत्रं तस्य इतः लोपः अत्र परिचितविषयमेव लशकसन्धिते इत्यस्य आदि लशाखु इति अस्ति ल किं वर्णः लकारः अनन्तरम् अत्र किं शकारः अनन्तरं कु कुचिपितुपु कु सर्वे एव अत्र तिष्ठन्ति असद्धिते इति अस्ति सद्धितं नास्ति अत्र नाम प्रत्ययस्य आदौ लकारः शकारः अथवा कावर्गः चेत् अत्र ईत् भवति इति प्रत्ययस्य आदि लशकु इति असद्धिते इत्यस्य एव अत्र अनुवृत्तिसहितसूत्रं तस्य लोपः अपि कार्यं करोति अत्र तस्य इत् भवति इति अस्तु इदानीम् अत्र ऐ उन् लुक् एवङ् ऐ औच् पर्यन्तम् अत्र किं भवति किं भवति झटिति वदतु ऐ उन् लुक् एवोङ् ऐ औच् न अत्र स्वराः भवन्ति तावदेव अनन्तरं व्यञ्जनाः आरब्धम् ऐ उन् आ इ उ लुक् ऋ ऐ उन् लुक् एवो एवोङ् एवो ऐ औ पर्यन्तं किं भवति स्वरः वयं वयं राजते इति स्वराः अनन्तरं सर्वे हलन्त्यमेव व्यञ्जनमेव ऐ उन् लुक् एवं ऐ हयवरट् पर्यन्तं हयवर न ऐ उन् लुक् एवं हय ऐ ऐ उन् एवोङ् न किम् अस्ति अत्र एवोङ् लण् हल् इति चतुर्दश माहेश्वराणि सूत्राणि सन्ति अत्र ऊष्माणः पर्यन्तम् अत्र हलन्त्यमस्ति अनन्तरम् ऊष्माणः स शो च्यो अनन्तरं ह एतत् ऊष्माणः एतत् पर्यन्तम् अत्र अस्ति इदानीम् अत्र इत् भवति खलु लकारः इत् भवति ऐ उन् लुक् ककारः इत् भवति सर्वे हलन्त्यवर्णः एव एतत् प्रत्येकं सूत्रमस्ति एतत् इत् भवति इति विशेषणसूत्रमस्ति पृथक्तया एतत् सूत्रेण एव अत्र प्रत्याहारः आगच्छति केन सूत्रेण सहेता उत्तमम् इदानीमेव दृष्टवन्तः खलु आदिरन्त गतवर्गे वयं बुधवासरे दृष्टवन्तः आदिरन्तेन सहेता इत्यनेनैव इत् विषये अत्र प्रत्याहारविषये एतत् प्रत्येकसूत्रमस्ति आदिरन्तेन अत्र अस्ति वा इति अहं न जानामि परन्तु मम छात्राः एतत् सर्वे जानन्ति एव अनन्तरम् इदानीम् अनुवृत्तिसहितसूत्रमस्ति अत्र गोदमल् पठतु अनुवृत्तिः एतेषाम् अनुवृत्तिक्रमः सुलभः पश्यन्तु उपदेशो अनुनासिक इत्यस्मिन् नाका अपि अनुवृत्तिः सर्वं सूत्र एव वर्तते. हलन्त्यम् इत्यस्मिन् सूत्रे उपदेशो अनुनासिक इत् इत्यस्मात् सूत्रम् सूत्रात् उपदेशो इत् इत्यनयोः अनुवृत्तिः. अतः उपदेशो अनन्त्यं हल् इत् इति वाक्यं न विभक्तौ स्माः इत्यस्मिन् उपदेशो अनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः. अतः विभक्तौ तुस्माः न इतः इति वाक्यम्. पुनः आदिर्जिन्तुडवः इत्यस्मिन् उपदेशो अनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशो इत् इत्यनयोः अनुवृत्तिः. अतः उपदेशे आदिः निटुडवः इति वाक्यं. शः प्रत्ययस्य इत्यस्मिन् आदिर्डुडवः इत्यस्मात् आदिः उपदेशो अनुनासिक इत् इत्यस्मात् इत्. अतः प्रत्ययस्य आदिः सः इतः इत् इति वाक्यम्. चुटु इत्यस्मिन् शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्टुडवः इत्यस्मात् आदि उपदेश अनुनासिक इत् इत्यस्य इत्. अतः प्रत्ययस्य आदि चुट् इति वाक्यम्. लङ् लशङ्क्यादिते इत्यस्मिन् पुनः श्रः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिर्दुटवः इत्यस्मात् आदिः उपदेशो अनुनासिक इत् इत्यस्मात् इत्. अतः प्रत्ययस्य आदिः लश कु अधिद्धते अतद्धिते इत् इति वाक्यं. तस्य लोपः इत्यस्मिन् उपदेशो अनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः. अतः तस्य इतः लोपः इति वाक्यम्. अस्तु, समीचीनम्. अनन्तरम् अत्र बहवः अत्र दोषाः सन्ति एव. अस्तु, अनिल् महोदय अस्ति खलु? आं महोदय. अत्र प्रत्येकं पदं प्रत्येकं वाक्यं स्वीकृत्य अर्थं वदतु, भवान् जानाति एव. अस्तु, एतेषाम् एतेषाम् अनुवृत्तिः महोदय किं महोदय पठतु, प्रत्येकं वाक्यं पठतु पुनरपि, अनन्तरम् अर्थं वदतु. अस्तु अस्तु, एतेषाम् अनुवृत्तिक्रमः सुलभः. सो अत्र इत्संज्ञक सप्तवाक्यानि सन्ति, सप्त एकम् अष्ट अष्टवाक्यानि सन्ति. तत्र अनुवृत्तिः किमर्थम् अस्ति तदेव अत्र अवलोकयामः. प्रथमं पश्यन्तु, उपदेशे अजनुनासिक इत् इत्यस्मिन् न कापि अनुवृत्तिः. कारणम् अस्ति एतत् प्रथमं सूत्रम् अस्ति, तो तत्र कोऽपि अनुवृत्तिः नास्ति. अनुवृत्तिसहितसूत्रम् उपदेशे अच् अनुनासिक इत् एव. सर्वं सूत्र एव वर्तते. हलन्त्यम् इत्यस्मिन् सूत्रे उपदेशे अच् अनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. प्रथमम् उपदेशे अच् अनुनासिक अस्ति, द्वितीयम् अस्ति हलन्त्यम्. तत्र प्रथमसूत्रे सूत्रात् उपदेशे इत् द्वयोः शब्दयोः अनुवृत्तिः अस्ति. तत् कारणात् पूर्णसूत्रम् अस्ति उपदेशे हलन्त्यम् इत् न विभक्तौ तूष्माः इत्यस्मिन् उपदेशे अचनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः. न विभक्तौ तूष्मा अस्ति तृतीयं वाक्यं. प्रथमवाक्यस्य इत् शब्दस्य अनुवृत्तिः अस्ति कारणम् अतः विभक्तौ तूष्मा न इत् इतः इति वाक्यं. सो अनुवृत्तिसहितसूत्रमस्ति विभक्तौ तूष्माः न इतः. अत्र प्रथमवाक्यस्य एकं शब्दम् एव अनुवृत्तिः अस्ति. पुनः आदिर्निटुडवः इत्यस्मिन् उपदेशे अजनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. पुनः एकनिमिषम् एकनिमिषम् अत्र शृणोति खलु गोदमल् गोदमल् एतत् सर्वं शृणोति खलु. आदिर्निटुडवः पुनरपि पठतु, भवान् पुनरपि पठतु महोदय. आदिर्निटुडवः अनन्तरम् अन्यसूत्रम् अन्यसूत्रम् उपदेशो अजनुनासिक. उत्तमं, पश्यतु शृणोतु अपि. अस्तु अग्रे गच्छतु, भवान् अग्रे गच्छतु. आम् आं महोदय. पुनः आदिनुटुडवः इत्यस्मिन् उपदेशे अजनुनासिक इत् इत्यस्मात् सूत्रात् उपदेशे इत् इत्यनयोः अनुवृत्तिः. आदिनुटुडवः अस्ति चतुर्थ सूत्र चतुर्थवाक्यं. तत्र अपि उपदेशे अजनुनासिकसूत्रेण उपदेशे इत् द्वयोः शब्दयोः अनुवृत्तिः. तत्कारणात् उपदेशे आदिः निटुडवः इत् इति अनुवृत्तिसहितचतुर्थसूत्रम्. शः प्रत्ययस्य इत्यस्मिन् आदिनिटुडवः इत्यस्मात् आदिः, उपदेशे अजनुनासिक इत् इत्यस्मात् इत्. अत्र श अतः प्रत्ययस्य आदिः शः इति वाक्यम्. अत्र शः प्रत्ययस्य पञ्चमवाक्यं. प्रथमवाक्यस्य इत् अनुवृत्तिः. चतुर्थवाक्यस्य आदिनिटुडवः आदिः अनुवृत्तिः. अतः पूर्ण अनुवृत्तिसहितपञ्चमसूत्रम् अस्ति प्रत्ययस्य आदिः शः इत्. चुटु इत्यस्मिन् शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिनिटुडवः इत्यस्मात् आदिः, उपदेशे अचनुनासिक इत् इत्यस्मात् इत्. अतः प्रत्ययस्य आदिः चुटु इत् इति वाक्यम्. अत्र चुटु अस्ति षष्ठम्. सः प्रत्ययस्य अस्ति पञ्चम. पञ्चमस्य प्रत्ययस्य इति अनुवृत्तिः. चतुर्थ आदिनिटुडवः आदिः इति अनुवृत्तिः. प्रथम उपदेशे अचनुनासिक सूत्रेण इत् एवम् अतः इत् इति एव अनुवृत्तिः. सर्वे मिलित्वा षष्ठं सूत्र अस्ति अनुवृत्तिसहित अस्ति प्रत्ययस्य आदिः चुटु इत्. लसक्व तद्धिते इत्यस्मिन् पुनः शः प्रत्ययस्य इत्यस्मात् प्रत्ययस्य आदिनिटुडवा इत्यस्मात् आदिः, उपदेशे अजनुनासिक इत् इत्यस्मात् इत्. अतः प्रत्ययस्य आदिः लसकु अतद्धिते इत् इति वाक्यम्. अत्र सूत्रम् अस्ति सप्तम सूत्रमस्ति लसक्व तद्धिते. अत्र पञ्चमवाक्यस्य प्रत्ययस्य अनुवृत्तिः, चतुर्थवाक्य आदिः अनुवृत्तिः प्रथमस्य इत् अनुवृत्तिः पूर्ण अनुवृत्तिसहितसूत्रम् अस्ति प्रत्ययस्य आदिः ल श कु अत्तदिते इत् इति सप्तम पूर्णसूत्राणि तस्य लोपः इत्यस्मिन् उपदेशे अजनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः अतः तस्य इतः लोपः इति वाक्यम् अष्टम अन्तिमवाक्यस्य प्रथमसूत्रे सूत्रस्य सूत्रेण इत् आगत्य एकं पूर्णसूत्रम् अस्ति तस्य इतः लोपः इति वार्ता उत्तमम् उत्तमरीत्या प्रतिपादितवान् अत्र आगत्य अत्र उपदेश अज अनुनासिक इत् अलन्त्यं न विभक्तौ तुस्माः आदिर्नुतिदवः सा प्रत्ययस्य अनन्तरम् अत्र लशकोत्तद्धिते तस्य लोपः एतत् सर्वाणि सूत्राणि अत्र आगत्य कार्यं करोति अत्र देयं यत् सिद्धान्तकौमुद्याः इत्संज्ञसम्बन्धसूत्राणां सूत्रसङ्ख्याः क्रमेण न वर्तन्ते एतत् विषये अत्र क्लेशकमास्तु इदानीं वयम् अष्टाध्यायी सूत्रमेव वयं दृष्टवन्तः इदानीमत्र किञ्चित् सिद्धान्तकौमुद्या क्रमः नास्ति सङ्ख्याक्रमः सम्यक्तया नास्ति इति तत्र दत्तम् पठनेन अनुवृत्तिः न स्फुटा अतः सूत्र अतः न अवगम्यते अतः एतत् किञ्चित् क्लेशकमास्तु अत्र इदानीम् अत्र अभ्यासः किं भवति इति वयं द्रष्टुं शक्यते एव अत्र महालक्ष्मी वदतु किम् अभवत् इति महालक्ष्मी अस्ति वा आम् आम् पठितुं शक्यते वा मा पठतु अनन्तरम् अर्थं वदतु प्रतिपादयतु किं किम् अभवत् इति आम् अभ्यासः दातवः दातवः इति मूलरूपं मूलरूपं डुपञ्चश् डु आति आदिर्निट्टुडवः इत्यनेन आदिर्निट्टुडवः इत्यनेन पच इति प्रत्येकपदमस्ति अत्र पक्वकार्यं भवति खलु चकारस्य केन सूत्रेण चकारः भवति सर्वे जानन्ति एव अन्तलक्ष्मी अञ्जना महालक्ष्मी शान्ता करी च चत्वसन्धि मुगुले चकारः टकारः भवति गतवर्गे एतदेव भवती उक्तवती मया क्षमीकृत उत्तमं चुगोकुपि एव किम् अभवत् महालक्ष्मी सर्वे विस्मरन्ति वा चोहुः एव चकारस्य स्थाने ककारः क्रमेण भवति अतः एव पक्वम् अस्ति भवती मनसः किमपि पक्वं नास्ति वा दुप वदतु अनिल् महोदय वदतु एतत् पदं वदतु दुपचोश् अत्र अनुनासिक न पचास् किमपि पचास् नास्ति चकारः एव साकारः नास्ति अनिल् महोदय पुनरपि वदतु पचास् पचास् पच पच पच पच अनुनासिकवर्णः अत्र घण्टे तिष्ठति घण्टे तिष्ठति अनन्तरं बहिः आगच्छति दुपचोश् वदतु महालक्ष्मी अग्रे गच्छतु डु आदिर्निट्टुडवः इत्यनेन इत्संज्ञा हलन्त्यम् इत्यनेन शकारस्य इत्संज्ञा चकारोत्तरवर्ति आकारः उपदेशे अजन्नासिक इत्स् इत्यनेन इत्संज्ञा तस्य निमिषं स्क्राल् पनेर्क लोपः इत्यनेन सर्वेषां लोपः पच् इति धातुः तावदेव खलु अत्र किं किम् अभवत् प्रतिपादयतु सुलभमेव अत्रैव उत्तराणि अत्रैव सन्ति वदतु सर्वेषां लोपः भवति अमा भवति प्रति वर्णः स्वीकृत्य किं सूत्रेण इत् भवति इति वदतु प्रतिपादयतु डु आदिर्निटुडवः उत्तमम् अनन्तरम् अनन्तरं हलन्त्यम् इत्यनेन शकारस्य इत्संज्ञा चकारोत्तरवर्ति अकारः उपदेशे अजनुनासिक इत्संज्ञा तस्य लोपः इत्यनेन सर्वेषां लोपः भवति पच् इति धातुः आगच्छति आदेशः आगच्छति अत्र क्लेशः अस्ति वा दोषः अस्ति वा समीचीनं भवति वा अन्य कोऽपि न न अन्य कोऽपि दोषः सन्ति वा अत्र किमपि नास्ति खलु सर्वत्र उत्तरं तत्रैव दत्तम् अत्र गीता श्रीधर् अग्रे पठतु लिखो लिख उपदेशे अजरुणासिक इत्यनेन उत्तरवर्ति अकारस्य इत्संज्ञा भवति लिख्येव तिष्ठति अग्रे पठति एव वदतु दुक्रुञ्ज् तत्र आदिनिटुडवः इति सूत्रेण डुकारः गच्छति हलन्त्यम् इति सूत्रेण ञकारः गच्छति तृ एव तिष्ठति अस्तु हलन्त्यं तस्य लोपः इत्यनेन खलु अत्र दुक्रोञ्ज् इति अस्ति अत्र शान्ता वदतु निमिदा शान्ता वदतु आदिर् निडुवः इत्यनेन संज्ञा भवति नि गच्छति उपदेशे अनुनासिका इत्यनेन नाम् इति अनन्तमस्य लोपः इत्यनेन जाम् उत्तरवती मी एव तिष्ठति किम् अत्र दोषः अस्ति खलु अन्य कोऽपि वक्तुं शक्यते वा आं भगिनि वदतु अनिल् महोदय वदतु अत्र आदिनिटुडवः इति सूत्रेण नि इति संज्ञा तु सम्यक् अस्ति दा तत्र उपदेशे आचनुनासिक सूत्रेण आ इति संज्ञा भवति अनन्तरं तस्य लोपः सूत्रेण नि आ इत्यस्य लोपः अस्ति अवशिष्य ते मिद् अवशिष्य अत्र द इति अस्ति अनुनासिकवर्णः चन्द्रबिन्दुः अस्ति अत्र द इति अस्ति अत्र आकारः दीर्घ आकारः इदानीं पूर्वं वयं दृष्टवन्तः इदानीमेव लिखा इति अस्ति गीता भगिनी अत्र उक्तम् उपदेश अज अनुनासिक इत्यनेन अकारः अकारः नास्ति आ इति एव वक्तव्यं तदैव अत्र अपि आ इति अस्ति एतत् इत् भवति अतः अत्र मिद् एव तिष्ठति अन्ते शान्ता भगिनी समीचीनं आमाम् अञ्जना भगिनी अग्रे वदतु गम्लुरु इति अस्ति उपदेश अज अनुनासिक चन्द्रबिम्बुलोपः उकारः लोपः अलन्ते तस्य लोपनाल इं इं लोपः गा एव तिष्ठति गा एतत् पदं वर्ण भवती जानाति एव एतत् धातु गम् गम् गम्लु गम्लु तिष्ठति खलु जानु इति अस्ति अत्र उपदेशे अजानुनासिकलोपः पूर्णतया वदतु अनिल् महोदय अन्य कोऽपि वदतु किम् अभवत् इति उपदेशे अजानुनासिके तु चन्द्रलोपः चन्द्रबिन्दुलोपः भवति उपदेशे अजननासिके इत् इत् भवति चन्द्रबिन्दु इत् भवति तस् लशकुतदे दिनेन लकारः अपि लोपः भवति गम् एव तिष्ठति अनिल् महोदय जानाति वा हलन्द्यं तस्य लोपः अत्र लकारः नास्ति अत्र अस्ति लृ स्वरः लृ स्वरः अस्ति लृ स्वरः उपरि चन्द्रबिन्दुः अस्ति अत्र उपदेशे अजनुनासिक इति सूत्रेण लृ इति पूर्णमेव संज्ञा भवति तस्य लोपानन्तरं अन्ते किं तिष्ठति गम् एव तिष्ठति एतत् हलन्त्यं न उपयुक्तं कारणमस्ति हलन्त्यं तु पूर्णं अन्त्य हल् अस्ति अत्र मकार अन्ते नास्ति ऋणि अस्ति अन्ते तत्र कारणात् हलन्त्यमपि न प्रयुक्तं कार्यं न करोति एव अत्र पूर्णतया इति भवति स्वरः पूर्णतया इति भवति इदानीं वयं दृष्टवन्तः खलु निमिदा इति अस्ति आकार उत्तरवर्ति अनुनासिकवर्णः इति भवति तदेव अत्र अपि स्वरः अस्ति पूर्णतया इति भवति अतः गम् एव तिष्ठति इदानीमत्र प्रसिद्धवाक्य पदमस्ति गच्छति इति केन सूत्रेण गच्छति भवति न न न गम् इति केन सूत्रेण मकारः अस्ति खलु गच्छति इति धातोः लट्लकाररूपं गच्छति गच्छति अस्ति केन सूत्रेण चकारः भवति इष्गमियमाम् इति सूत्रम् अनन्तरं चेच एतत् सर्वाणि सूत्राणि एव गच्छति इच्छति एतत् प्रसिद्धपदमस्ति अस्तु अग्रिमवर्गे वयं प्रत्ययाः इति अत्र किं किं भवति इति गृहपाठरूपेण करोतु अत्र निच् इति अस्ति निजन्तं निच् अस्ति किं किम् अभवत् इति अत्र सूत्रं दृष्ट्वा आगच्छतु निच् शाकन् जुस् टा टप् न्यस् स्ना त स्मै नुल् क्युन् अनन्तरं शन् पुन् तृच् तव्यत् शानच् आनीयः अनीयर् खलु अनीयः शत्रु एतत् सर्वाणि पदमस्ति एतत् गृहपाठरूपेण करोतु अनन्तरं अग्रे आगच्छतु सर्वेभ्यः नमस्कारः एकनिमिषं शान्ता भगिनी अन्तिमश्लोकं वदतु मङ्गलश्लोकनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः सर्वेभ्यो नमस्कारः गृहपाठरूपेण करोतु एतत् सर्वाणि किं किं सूत्रम् इदानीमेव दृष्टवन्तः एतदेव गृहपाठरूपेण करोतु सर्वेभ्यः नमस्कारः शुभदिनं धन्यवादः